अस्तु नमस्कारः अस्माकं विभक्तिवल्लरी इति पुस्तकमस्ति इदानीं प्रथम अध्याये अस्माकं कार्यं प्रवर्तमानमस्ति तत्र कुत्र द्वितीयविभक्तौ शब्दस्य रूपं भवति इति प्रश्नः द्वितीयविभक्तिः द्वितीयविभक्तिः यत्र कुत्र भवति द्वितीयविभक्तिः लक्ष्मीभगिनी वदतु यत्र कर्मपदमस्ति समीचीनमस्ति इदानीं कर्मपदस्य अभ्यासः प्रवर्तमानः अस्ति पुनः किञ्चित् कुर्मः शीघ्रमेव अत्र चतुर्थ अभ्यासः अत्र प्रकाशमहोदय कृपया पठतु आवरणे आवरणे दत्तानां शब्दानाम् उचितानि रूपाणि ऋग्धे स्थले उदाहरणं सः प्रातः पत्रिकां कवितां ग्रन्थं च पठति वदतु रमेशः प्रतिदिनं देवः जनकः अग्रजः आचार्यः च नमस्करोति अतः द्वितीय रमेशः प्रतिदिनम् एवं जनकम् अग्रजम् आचार्यं च नमस्करोति समीचीनमस्ति अस्तु अग्रे गायत्री भगिनी वदतु गायत्री भगिनी अस्ति वा अभिनवमहोदय कृपया वदतु पीता ग्रन्थः सुधाखण्डः स्यूतः दण्डः च नयति गीता ग्रन्थं सुधाखण्डं स्यूतं दण्डं च नयति अस्तु इदानीं विश्वनाथमहोदय सेवकः आम्रः पनसः नारिकेलः च सिञ्चति सेवकः सेवकः आम्रं पनसं नारिकेलं च सिञ्चति अस्तु तर्हि वदतु अत्र रामः दशरथः सुमन्त्रः वसिष्ठः च नमस्कृतवान् रामः दशरथं सुमन्त्रं वसिष्ठं च नमस्कृतवान् अस्तु भगिनि समीचीनमस्ति इदानीं सुब्रह्मण्यमहोदय कृपया अग्रिमं वाक्यं सज्जनः धर्मः परोपकारः सदाचारः च इच्छति सज्जनः धर्मं परोपकारं सदाचारं च इच्छति समीचीनमस्ति अस्तु सन्ध्या भगिनी अग्रे भगिनी आपणतः माला पत्रिका पादरक्षा स्थालिका च आनीतवती भगिनी आपणतः मालां पत्रिकां पादरक्षां स्थालिकां च आनीतवती समीचीनमस्ति अस्तु अग्रिमं लक्ष्मी भगिनी बालकः लेखनी अङ्कनी कादम्बरी सूची च क्रीतवान् बालकः लेखनीम् अङ्कनीम् कादम्बरीम् सूचीम् च क्रीतवान् अस्तु समीचीनम् इदानीम् अग्रे दशमम् न इदानीम् एकादशम् कुर्मः अग्रे सरेम प्रकाशमहोदय एकादशम् गोविन्दः जानाः जनाः दीपाः वृक्षाः च पश्यति. एवं द्वितीय विभक्ति उपयुक्तामि वदामि. गोविन्दः जानान् आपणान् दीपाः वृक्षान् च पश्यति. समीचीनमस्ति. जनान् खलु, समीचीनम्. जनान् समीचीनमस्ति. अस्तु, अनन्तरं द्वादशं दीपाः स्त्रीलिङ्गे अस्ति. दीपः न दीपः पुल्लिङ्गे एव अस्ति. पुल्लिङ्गे अस्ति महोदय, सत्यं पुल्लिङ्गे अस्ति. दीपान् इति भवति, पुल्लिङ्गे अस्ति. दीपः पुल्लिङ्गे. यद्यपि भवतः पत्न्याः नाम यत्किमपि भवतु नाम, किन्तु अत्र मूलशब्दः अस्ति दीपः, मूलशब्दः. पत्न्याः नाम दीपः. अस्तु, अग्रे महोदय. वयं गणेशोत्सवावसरे भगिन्यः, जनन्य, महिला, उद्योगिन्य च गृहं प्राति आह्वयामः. गृहं प्रति आह्वयामः. वयं गणेशोत्सवावसरे भगिन्याः भगिनी जनन्य जननी महिलाः उद्योगिनी च गृहं प्रति आह्वयामः. समीचीनम्. वायुः, पुरुषाः, महिलाः, वृक्षाः, वनानि, गुल्माः च प्रसिद्धि. वायुः पुरुषान् महिलां न न महिला एतत् द्वि बहुवचने स्त्रीलिङ्गे. महिलान् महिलाः महिलाः वृक्षान् वनानि अत्र गुल्मः इति पुल्लिङ्गे अस्ति. गुल्मः गुल्मः बुश् इति अर्थः. समीचीनम्. अस्तु, सन्ध्या भगिनी. गोपालः कवयित्र्यः गृहिण्यः कर्मकर्यः च निमन्त्रयति. गोपालः कवयित्र्याः नदी शब्दवत् यथा नदी भवति नदी. ओ नदीः अत्र पश्यतु, अत्र दत्तमस्ति स्त्रीलिङ्गे लेखनी नदीः. तत्र कोष्टकमस्ति पेज् सिक्स् मध्ये. कवित्रैः न न अत्र मूलशब्दः अस्ति नदी शब्दवत् क्षम्यतां कवयित्र इति मूलशब्दः कवयित्र. अत्र कवयित्र इति मूलशब्दः, तत्र स्त्रीलिङ्गे कवयित्री कवयित्री इति मूलशब्दः. कवयित्री एकवचने, बहुवचने कवयित्र्यः, अनन्तरम् एकवचने द्वितीयविभक्तौ कवयित्रीं कवयित्रीः. कवयित्रीः गृहिणीः कर्मकर्य एकवचन. कर्मकर्यः नदी नद्यः ओ ओ सो सर्वे इकारान्त कर्मकर्यैः च कर्मकरीः कर्मकरीः च निमन्त्रयति अत्र यकारः आगच्छति बहुवचने यथा नदी नद्यः कर्मकरी कवयित्री गृहिणी इति अस्ति प्रथमविभक्तौ प्रथमविभक्तौ द्वितीयविभक्तौ अत्र ईः भवति अन्ते बहुवचने अस्तु अनन्तरम् अन्तिम विश्वनाथमहोदय अग्रे अहम् अङ्कन्याः लेखन्याः लेखन्याः कर्तर्याः च कृतवान् क्रीतवान् अहम् अङ्कन्यैः लेखन्यैः कर्तरीः च कृतवान् क्रीतवान् अस्तु अत्र कोऽपि प्रश्नः अस्ति वा एकः प्रश्नः अस्ति पुल्लिङ्गे स्त्रीलिङ्गे बहुवचन भेदः कथं ज्ञातुं शक्नोमि किं प्रथमाविभक्तौ वा द्वितीयाविभक्तौ अत्र अत्र सप्तमी इति वदामि नाम प्रथमाविभक्तिः विभक्ति इति शब्दः वयं न जानीमः किन्तु विभक्तिः शब्दः ह्रस्व इकारान्तशब्दः तस्य सप्तमी भवति विभक्तौ सप्तमी विभक्तौ पञ्चमीविभक्तौ द्वितीयविभक्तौ सप्तमी तर्हि अत्र द्वितीयविभक्तौ भेदः तु अस्ति एव भवतः प्रश्नस्य उत्तरदाने वदामि यत् द्वितीयविभक्तौ वयम् अपि ज्ञातुं शक्नुमः रेकग्नैज् कर्तुं शक्नुमः अपि ज्ञातुं शक्नुमः द्वितीयविभक्तौ प्रथमाभक्तौ तत्र भेदः कुत्र अस्ति न प्रथमाभक्तौ एकवचने भेदः तु अस्ति एव बहुवचने इति प्रश्नः वा बहुवचने बहुवचने प्रथम देवाः अस्ति लताः अस्ति एतत् एकवचन देवः लता इति अहं न जानामि नाम लता अस्ति वा लतः अस्ति वा इति तत्र लक्ष्मी भगिनी भवत्याः उत्तरं किम् देवः देवाः लता लताः शब्दस्य वदतु एकवचने रूपस्य श्रवणेन वयं ज्ञातुं शक्नुमः रूपस्य श्रवणेन बहुवचने रूपस्य श्रवणेन वयम् अपि ज्ञातुं शक्नुमः वा लिङ्गं न इति मूलमस्ति बहुवचनरूपस्य श्रवणेन एव वयं लिङ्गम् अभिज्ञातुं न शक्नुमः यदि शब्दस्य लिङ्गं न जानीमः तर्हि अभिज्ञातुं न शक्ष्यामः केवलं बहुवचनान्तस्य रूपस्य श्रवणेन इति वार्ता अस्ति प्रायः भवतः प्रश्नः सः एव खलु प्रकाशमहोदय तर्हि तस्य उत्तरम् एतत् यत् एकवचने वयं रूपस्य श्रवणेन वयं लिङ्गं ज्ञातुं शक्नुमः किन्तु बहुवचने ज्ञातुं न शक्नुमः अस्तु तर्हि इदानीं पञ्चम अभ्यासं किञ्चित् कर्तुं शक्नुमः अस्तु कृपया गायत्री भगिनी पठतु रामः यत् जानाति तत् रामः यत् जानाति तत् चेक् च चेक चिन्हेना चिन्हेना यत न जानाति तत एक्स मार्क हाँ चिन्हेना च अपरि सूचितम हाँ उपरि उपरि सूचितम उपरि सूचितम तदैव सः यत् आनीतवान् तत् चेक् मार्क् चिह्नेन यत् न आनीतवान् तत् च क्रास् मार्क् चिह्नेन च सूचितम् एतदाधारेण वाक्यानि लिखत उदाहरणम् रामः वेदान् जानाति द्वितीयवाक्यम् रामः मन्त्रान् अत्र यदि चेक् मार्क् अस्ति तत्र जानाति एक्स् मार्क् अस्ति तत्र न जानाति इति अर्थः खलु अस्तु अपि च उच्चारणार्थं वदामि यत् यत्र हकारस्य अनन्तरं नकारः अस्ति चेत् तत्र परम्परया वयं नकारस्य उच्चारणं प्रथमतया वदामः न तु अनन्तरम् उदाहरणार्थम् अत्र चिह्नम् इति अस्ति चिह्नमिति न इति अनुक्त्वा चिह्नमिति अनुक्त्वा चिह्नं तथैव ब्रह्म इति न ब्रह्म इति परम्परा अस्ति प्रथा अस्तु अग्रे चिह्नम् हा सत्यं चिह्नेन चिह्नेन चिह्नम् इति उच्चारणम् यद्यपि विपरीतक्रमेण लिखितमस्ति तथापि उच्चारणं तथैव भवति किमर्थमिति चेत् परम्परा अस्ति प्राचीनकालात् परम्परा अस्ति अस्तु अनन्तरम् अग्रे संध्या भगिनी अग्रे वदतु रामः शब्दाः सो रामः शब्दान् न जानाति हा समीचीनमस्ति अस्तु अग्रे विश्वनाथ महोदय अग्रे रामः आपणाः जानाति रामः तत्र तस्य लिङ्गं किम् स्त्रीलिङ्गं न अतः तत्र आपणः इति पुल्लिङ्गशब्दः रामः आपणान् जानाति समीचीनं तथैव अस्ति अस्तु अभिनवनय अग्रे विज्ञानवार्ताः रामः विज्ञानवार्ताः जानाति अस्तु वाक्यद्वयं सर्वे वदन्तु अग्रे रामः चर्चाः न जानाति समीचीनमस्ति सुब्रह्मण्यमहोदय अग्रे रामः काव्याः न जानाति काव्यानि जानाति न वा जानाति वाक्यं वदतु काव्याः जानाति न अत्र अत्र लिङ्गं किम् अस्य पदस्य लिङ्गं किम् काव्यः लिङ्गं काव्यं नपुंसक अत्र अत्र प्रकाशमहोदय पृच्छितवान् खलु कथं वयम् अपि ज्ञातुं शक्नुमः शब्दस्य लिङ्गं नपुंसकलिङ्गे अस्माकं समस्या नास्ति यतोहि अत्र एकवचने अन्ते मकारः अस्ति काव्यं बहुवचने अपि तथा नाम काव्यानि आनि आनि अस्ति चेत् केवलं नपुंसकलिङ्गे भवति आनि अपि च इति एकम् इति एकः नियमः द्वितीयनियमः अस्ति यत् इति नियमः तत्र भेदः नास्ति प्रथमविभक्तौ द्वितीयविभक्तौ भेदः नास्ति अतः अत्र काव्यानि अस्ति चेत् तत्र द्वितीयविभक्तौ अपि तथैव अस्ति काव्यानि अवगतं वा अस्तु तर्हि गायत्री भगिनी अग्रे रामः शास्त्रान् जानाति अत्र अत्र शास्त्रशब्दस्य लिङ्गं किम् शास्त्रं शास्त्रः वा शास्त्रं वा अहं पृच्छामि अहं भवतीं पृच्छामि लिङ्गं नाम अस्य शब्दस्य दर्शनेन एव वयं ज्ञातुं शक्नुमः तस्य लिङ्गं किं शस्त्राणि इति लिखितमस्ति शस्त्राणि इति पुल्लिङ्गं न तथा नास्ति अत्र पश्यतु अहं शास्त्राणि इति शब्दः शास्त्राणि तत्र अन्ते यत्र आनि अस्ति यथा वाक्यम् इत्यस्य बहुवचनान्तरूपं किं वाक्यम् वाक्यानि हा फलं फलानि हा पुष्पं पुष्पाणि यत्र यत्र आनि अस्ति तत्र तत्र नपुंसकलिङ्गशब्दः एव अत्र शस्त्राणि लिखितमस्ति अतः लिङ्गं किम् नपुंसकलिङ्गं खलु अवगच्छति वा अवगच्छामि अपि च एकवचने प्रथमाविभक्ति द्वितीयविभक्ति तत्र भेदः नास्ति नपुंसकलिङ्गे तर्हि इदानीं वदतु रामः शास्त्राणि न जानाति हा इति वाक्यमस्ति इदानीम् अन्यप्रश्नः अस्ति मम हा प्रकाशमहोदय भवान् वदतु अत्र सप्तमे वाक्ये अत्र काव्यानि आसीत् काव्यानि अष्टमे वाक्ये शास्त्राणि अस्ति अत्र आनि इति अस्ति सप्तमे वाक्ये आणि अस्ति अष्टमे वाक्ये अत्र भेदः कः अपि च किमर्थमिति जानाति वा भवान् रेफः अस्ति यत्र रेफः अस्ति भगिनी जानाति वा अयं नियमः गायत्री भगिनी वदतु किमर्थम् आणि अस्ति अत्र अष्टमे वाक्ये बहुवचने अस्ति शास्त्रं बहुवचने शास्त्राणि किन्तु सप्तमे वाक्ये अपि अस्ति खलु भेदः अस्ति वा भेदशब्दं जानाति वा भेदः नास्ति इति चिन्तयामि नास्ति वा सन्ध्या भगिनी वदतु भेदः अस्ति वा काव्यानि बहुवचने अस्ति शास्त्राणि अपि बहुवचने अस्ति हा किन्तु अन्तिमे भेदम् अस्ति किमर्थम् काव्यानि शास्त्राणि जानाति वा न जानामि. प्रकाशमहोदय वदतु. काव्यानि लोवर् केस् न अस्ति. न न न एतत् एतत् सर्वं किं लोवर् केस् अपर् केस् न अवगच्छामि. अभिनवमहोदय किञ्चित् इतोपि वदतु. काव्यानि तत्र रेफः नास्ति किन्तु शास्त्राणि संस्कृतेन वदतु. संस्कृतेन वदतु. काव्यानि शब्दस्य अन्ते रेवः नास्ति किन्तु शास्त्राणि शब्दस्य अन्ते ऋण् अस्ति यत् रेफः भवति. यत् इति न यतः. यतः नाम रेफः अस्ति अतः. रेफः अस्ति अतः नकारस्य स्थाने णकारः भवति इति नियमः अस्ति. इति नियमः अस्ति. गायत्री भगिनी अवगच्छति वा यत्र रेफः अस्ति. नियमः अहं वदामि. नियमं वदामि एकवारं. यत्र एकस्मिन् पदे यत्र पूर्वं रेफः अस्ति अनन्तरं दन्तीयनकारः अस्ति चेत् तस्य दन्तीयनकारस्य स्थाने मूर्धन्य अणकारः भवति इति नियमः. अत्र दन्त्य मूर्धन्य इति शब्दौ जानाति वा? अस्तु. तर्हि अत्र पञ्च वर्गाः सन्ति खलु. कख गघ ङ च च च छ ञ ट ट ठ न तत तत न इति प प प म हा. तत्र दन्त्यतकारः तत्र तथा दधा न इति दन्त्यवर्गः अस्ति. टठडाढाण इति मूर्धन्यवर्गः अस्ति. अवगच्छति वा? किञ्चित् अवगच्छामि. किञ्चित् अवगच्छामि. न न तत्र तथ तथ न टठाढाण इति भेदः अवगच्छति वा? हा. तर्हि तस्य नाम अस्ति यत्र जिह्वा. जिह्वा इति जानाति? जिह्वा इत्युक्ते तङ्. जिह्वा यत्र जिह्वा दन्तानां स्पर्शं करोति तथा तथा न स्पर्शः भवति. स्पर्शः दन्तानां तत्र दन्तीयवर्गः इति वदामः. दन्तीयः पुनः मूर्धन्य नाम शिरः हेड्. तु यत्र जिह्वा पृष्ठभागे अस्ति उपरि टठाण इति मूर्धन्य इति वदामः. मूर्धन्य मूर्धा इत्युक्ते शिरः उपरि. जिह्वा उपरि गच्छति पृष्ठौ भागे उपरि गच्छति. अतः यत्र एकस्मिन् पदे रेफः अस्ति अनन्तरं दन्तीयनकारः अस्ति तस्य दन्तीयनकारस्य स्थाने मूर्धन्य अणकारः भवति. अतः शास्त्राणि इति पश्यतु. शास्त्राणि तत्र रेफः अस्ति न वा? अस्ति. अन्ते नकारः दन्तीयनकारः आसीत् किन्तु रेफः अस्ति इति कारणतः दन्तीयनकारस्य स्थाने अणकारः भवति. अवगच्छति? अवगच्छामि. अस्तु अस्तु समीचीनं. सर्वे जानन्ति खलु? सन्ध्या भगिनी जानाति खलु? अस्तु अस्तु समीचीनमस्ति. तर्हि इदानीं अस्तु तर्हि विश्वनाथमहोदय अग्रे श्लोकाः. रामः श्लोकं न जानामि. वचनं किं? लोकाः श्लोकाः बहुवचनम्. तर्हि रूपं किं? बहुवचने बहुवचनं. तर्हि द्वितीयविभक्तिरूपं किं? श्लोकान्. रामः श्लोकान् न जानाति. समीचीनमस्ति. लक्ष्मी भगिनी अग्रे. रामः सदाचाराः जानाति. रामः सदाचारान् जानाति. अस्तु शुभवादिनीमहोदय अग्रे. श्युता रामः स्यूतान् जानाति. आनीतवान् आनीतवान् वदतु. रामः स्यूतान् आनीतवान्. अस्तु द्वितीयं करोतु. ग्रन्थाः. रामः ग्रन्थान् पठति. आनीतवान् रामः ग्रन्थान् आनीतवान्. अस्तु सन्ध्या भगिनी अग्रे. शुद्धाखण्डाः. रामः शुद्धाखण्डान् न आनीतवान्. समीचीनमस्ति. पुस्तकानि. रामः पुस्तकानि न आनीतवान्. अस्तु प्रकाशमहोदय अग्रे. रामः ज्ञानपेटिकाः आनीतवान्. रामः अङ्कणीः आनीतवान्. समीचीनं. यानपेटिकाः न आनीतवान्. अस्तु समीचीनं. लक्ष्मी भगिनी अग्रे. रामः लेखन्यः आनीतवान्. रामः लेखनीः आनीतवान्. रामः घट्यः आनीतवान्. रामः घटीः आनीतवान्. अस्तु भगिनी करोतु. रामः घट्यः आनीतवान्. रामः घटीः आनीतवान्. अग्रे भगिनी करोतु. गायत्री भगिनी. रामः कर्तर्यः आनीतवान्. रामः कर्तर्यैः आनीतवान्. न आनीतवान्. अस्तु समीचीनं. प्रकाशमहोदय अग्रिमम्. अभिनवमहोदय अग्रे. रामः पत्रिकाः आनीतवान्. अस्तु समीचीनमस्ति. षष्ठाभ्यासः अस्ति. अस्तु अभिनव महोदय कृपया पठतु षष्ठाभ्यासः. अधः यानि वाक्यानि निर्दिष्टानि तेषु गोविन्दः क्रियां कृतवान् वा न वा इति चिह्नद्वयं सूचयति. कर्मपदस्य प्रथमाविभक्तिरूपम् अपि निर्दिष्टम् अस्ति. एतदाधारेण द्वितीया विभक्तियुक्तानि वाक्यानि लिखति. उदाहरणार्थं गोविन्दः प्राध्यापकाः दृष्टवान्. गोविन्दः प्राध्यापकान् न दृष्टवान्. अस्तु अग्रे. गोविन्दः पण्डिताः दृष्टवान्. गोविन्दः पण्डितान् न दृष्टवान्. अस्तु प्रकाशमहोदय अग्रे. गोविन्दः ग्रन्थाः परिशीलितवान्. गोविन्दः ग्रन्थान् परिशीलितवान्. न परिशीलितवान्. अस्तु गायत्री भगिनी अग्रे. गोविन्दः केशसूच्यः क्रीतवान्. गोविन्दः केशसूच्यान् क्रीतवान्. अत्र केश अत्र लिङ्गं किं शब्दस्य लिङ्गं किम्? पुल्लिङ्गम्. न अत्र बहुवचने अस्ति. एकवचने किमस्ति? केशसूची अस्ति एकवचने. सूची स्त्रीलिङ्गम्. सूची इत्युक्ते किम्? केशसूची. केशः इत्युक्ते केशः जानामि. सूची पिन् नीडल् पिन् हेर् पिन्. अस्तु हा हा. सूची स्त्रीलिङ्गम्. नदी इत्यस्य बहुवचनान्तरूपं किम्? नदी. सूची सूच्यः. अस्तु वाक्यं वदतु. गोविन्दः केश केशसूच्यान् न रूपाणि कथं सन्ति अत्र? अत्र पेज् सिक्स् पश्यतु. तत्र कोष्टकमस्ति. लेखनी यथा लेखनी भवति स्त्रीलिङ्गे लेखनी. लेखनी बहुवचने. बहुवचने लेखनीः. लेखनीः लेखनीः. गोविन्दः केशसूचीः क्रीतवान्. समीचीनमस्ति. अस्तु इदानीम् अग्रे विश्वनाथमहोदय. गोविन्दः उपन्यासाः कृतवान्. गोविन्दः उपन्यासान् न कृतवान्. समीचीनमस्ति. अस्तु लक्ष्मीभगिनी. गोविन्दः चिन्तनगोष्ठ्यः गतवान्. गोविन्दः चिन्तनगोष्ठीः न गतवान्. अस्तु सुब्रह्मण्यमहोदय. गोविन्दः बालिकाः ताडितवान्. गोविन्दः बालिकाः न ताडितवान्. बालिकाः ताडितवान्. अस्तु अग्रे सन्ध्या. गोविन्दः बहुविद्या कथाः श्रुतवान्. गोविन्दः बहुविध कथान् श्रुतवान्. एकनिमेषः. लिङ्गं किं षड्शब्दस्य लिङ्गं किं कथा श्रीलिङ्ग बहुविध कथाः श्रुतवान् अस्तु इदानीम् अभिनवमहोदय गोविन्दः कादम्बर्यः पठितवान् गोविन्दः कादम्बरीः पठितवान् न पठितवान् अस्तु प्रकाशमहोदय गोविन्दः यः पत्रिकाः पठितवान् गोविन्दः ह्यः पत्रिकाः पठितवान् समीचीनमस्ति गायत्री भगिनी अग्रे गोविन्दः बान्धवाः सत्कृतवान् गोविन्दः बान्धवान् सत्कृतवान् सत्यमस्ति अत्युत्तममस्ति अस्तु इदानीं द्वितीयविभक्ति अभ्यासः जातः अस्मिन् सप्ताहे अहं किं वदामि अस्मिन् सप्ताहे पश्यन्तु यत् अस्य भागस्य अन्ते यथा चतुर्दशीपुटे पेज् 14 मध्ये अत्र सर्वनाम्नाम् अभ्यासः अस्ति सर्वनाम्नां नाम सः एषः एषा सा इति प्रथमाविभक्तौ भवति प्रथमाविभक्त्यन्तानि रूपाणि सन्ति पेज् 14 अस्तु तर्हि अस्मिन् सप्ताहे सर्वे अभ्यासं कुर्वन्तु इदानीं सर्वे दशवाक्यानि लिखन्तु इदानीं परीक्षा भविष्यति अहं द्रष्टुमिच्छामि सर्वे लिखन्ति न वा सर्वे गृहपाठः अस्ति द्वितीयविभक्ति उदाहरणार्थं वदामि अहं न इदानीं सः बालकः गच्छति अत्र सः इत्यस्य का विभक्तिः इदानीम् अहं तं बालकं पश्यामि इदानीं तम् इत्यस्य का विभक्तिः द्वितीया तर्हि अत्र सः इत्यस्य प्रथमाविभक्ति तम् इत्यस्य द्वितीयविभक्ति सर्वे यत्र करपत्रमस्ति तत्र सर्वनाम्नां प्रथमा द्वितीय एकवचने बहुवचने सर्वे दशवाक्यानि लिखन्तु अत्र प्रथमाविभक्तौ अपि च द्वितीय दशवाक्यानि नाम आहत्य विंशति अस्तु दश प्रथमाविभक्तौ दश द्वितीयविभक्तौ यथा सः बालकः गच्छति तत्र सर्वनामपदमपि स्यात् नामपदमपि स्यात् नाम सः बालकः सः इति सर्वनामपदं बालकः इति नामपदम् अस्तु तर्हि सः बालकः गच्छति इति एकं वाक्यं द्वितीयवाक्यमस्ति अहं तं बालकं पश्यामि अवगच्छन्ति दश प्रथमविभक्तौ दश द्वितीयविभक्तौ यथा ताः महिलाः कार्यं कुर्वन्ति अहं ताः महिलाः पश्यामि इति उदाहरणमस्ति अथवा अहं तत्र घटी अस्ति सा घटी उत्पीठिकायाम् अस्ति अहं स्वीकरोमि वाक्यं किं भवति इति द्वितीयविभक्तौ अस्ति अहं तां घटीं स्वीकरोमि इति द्वितीयविभक्तौ अस्ति तर्हि सर्वे इदानीं सर्वनाम्नाम् अभ्यासः भविष्यति दशवाक्यानि प्रथमविभक्तौ दशवाक्यानि द्वितीयविभक्तौ द्वितीयविभक्तिः कुत्र भवति यथा क्रियपदमस्ति पश्यामि यदि अहं पश्यामि तत्र द्वितीयविभक्तिः भवति अन्यत्र कुत्र स्वीकरोति कुत्र सर्वे अभिनवमहोदय कुत्र क्रियपदं किं क्रियपदमस्ति द्वितीयविभक्ति यत्र द्वितीयविभक्ति भवितुम् अर्हति नयति ददाति नयति ददाति आह्वयामि पश्यामि अनन्तरं गायति भगिनी वदतु यत्र कर्मपदं भवितुमर्हति यत्र द्वितीयविभक्ति गच्छति यत्र गच्छामः पाठशालां गच्छामि अहं सा पाठशाला तत्र अस्ति अहं सर्वनाम तां पाठशालां गच्छामि तां पाठशालां गच्छामि अस्तु अन्यत् उदाहरणं यथा शृणोति भवितुमर्हति वा शृणोति हा प्रक्षालयति गृह्णाति हा बहूनि क्रियपदानि सन्ति सर्वे वदन्तु अत्र प्रश्नः अस्ति वा गृहपाठः कः अस्तु तर्हि इदानीं कथा अस्ति इदानीं कथां पश्यामः कपोतस्य अतिथिसत्कारः इति षोडशः कथा अस्तु अपि यदि प्रकाशः महोदय कृपया आरम्भं करोतु कपोतस्य अतिथिसत्कारः कश्चन व्याधः आसीत् एकनिमेषः कश्चन व्याधः आसीत् सः अतीव दुष्ट निष्करुणः च एकदा सः वनं गतवान् तत्र जालं प्रसारितवान् एका कपोता जाले पतिता तां कपोतां पञ्जरे स्थापयित्वा व्याधः अग्रे गतवान् अस्तु कपोतः इति जानीमः वा कपोतः यावत् शक्यं यदा अहं पश्यामि कथां सर्वेषाम् उत्तरदायित्वम् अस्ति पठनम् अपि च यत्र शब्दं न जानाति तत्र शब्दकोशे आन्लैन् गत्वा पश्यन्तु कपोतः कस्यचित् प्रश्नः अस्ति वा कपोतः सर्वे जानीमः कपोत अस्तु जानाति अस्तु अस्तु अस्तु अस्तु तर्हि इदानीं पुनः पश्यामः अत्र गायत्री भगिनी पुनः पश्यतु सर्वे अर्थम् अवगच्छन्तु अनन्तरम् अस्य पठनानन्तरम् इदानीं लक्ष्मीभगिनी अर्थं प्रतिपादयिष्यति पुनः पठतु गायत्री भगिनी कश्चन व्याधः आसीत् सः अतीव दुष्टः निष्करुणः च एकदा सः वनं गतवान् तत्र जालं प्रसारितवान् एका कपोता जाले पतिता तां कपोतां पञ्जरे स्थापयित्वा व्याधः अग्रे गतवान् अस्तु किम् अभवत् एकः व्याधः आसीत् सः अतीव तुष्टः सः एकवारं वनं गतवान् वने सः जालं प्रसारितवान् तत् जाले एका कपोता पतति स्म तां कपोतां पञ्जरे स्थापयित्वा अस्तु स्थापयित्वा व्याधः अग्रे सरति अस्तु समीचीनमस्ति अस्तु अभिनवमहोदय कृपया पठतु तदा अकस्मात् महती वृष्टिः आरब्धा महता वेगेन वायुः वाति स्म अपि भीतः व्याघ्रः आश्रयम् अन्विष्यन् कस्यचित् महावृक्षस्य अधः आगतवान् सः उक्तवान् भो अत्र यः वासं करोति अहं तं शरणम् आगतः अस्मि सः मां रक्षामि सः माम् रक्षतु इति. अस्तु, प्रथमतया मया प्रष्टव्यमस्ति, अत्र प्रथमे प्यारा मध्ये तत्र प्रथमभागे कस्यचित् कोऽपि प्रश्नः अस्ति वा? सर्वम् अवगच्छति वा? एकः प्रश्नः. एका कपोता, वन् पिजन्, राइट्? सत्यम्. तां कपोतां द्वितीया कपोतम् या कपोतां? कपोतां स्त्रीलिङ्गे. कपोतः कपोता, कपोतः पुल्लिङ्गे अस्ति, कपोता स्त्रीलिङ्गे अस्ति. वनुगतवान् तत्र जालं प्रसन्न. एका कपोता जाले पतिता. एका कपोता अत्र स्त्रीलिङ्गे अस्ति, महिला अस्ति. माता जाले पतिता. अत्र पतिता इति किमर्थं पतितः नास्ति, पतिता अस्ति स्त्रीलिङ्गे न कर्मणि प्रयोगे न. कपोता जाले पतिता. अत्र विशेषण विशेष्यभावः, विशेषण विशेष्यभावः. अत्र कपोता स्त्रीलिङ्गे अस्ति, अतः तस्य विशेषणं पतिता, अतः स्त्रीलिङ्गे अस्ति. तां कपोताम्, इदानीं ताम् इति शिखा विभक्तिः द्वितीया. किमर्थं तां कपोतां स्थापयित्वा? अत्र अस्माकं गृहपाठः अत्र अस्ति खलु, स्थापयति इत्यस्य तत्र सकर्मकधातुः अस्ति, अतः तत्र स ताम् इत्यस्य द्वितीय नाम कर्मपदम्. इदानीं ताम्, ताम् इति तत्र स्त्रीलिङ्गे किमर्थमस्ति? ताम् पुल्लिङ्गे अस्ति अथवा स्त्रीलिङ्गे अस्ति? किमर्थं महोदय? अतः अत्र कपोता इति विशेष्यं, कपोतमिति विशेष्यं, तामिति विशेषणं, विशेषणं विशेष्य वर्णनं करोति. तत्र विशेषणं विशेष्यभावः सर्वे जानन्ति वा? यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि इति श्लोकः अस्ति. अतः अत्र विशेष्यमस्ति कपोतां, विशेष्यं विशेष्य कपोताम् इत्यस्य लिङ्गं किम्? कपोता स्त्रीलिङ्गं. वचनम् एकवचनं, विभक्तिः तृतीया. हा, तर्हि विशेष्यं नाम कपोता, कपोता शब्दस्य स्त्रीलिङ्गम् एकवचनं, द्वितीयविभक्तिः. अतः ताम् इत्यस्य तथैव श्रीलिङ्गं, श्रीलिङ्गम् एकवचनं, द्वितीयविभक्तिः. अस्तु, तां कपोतां पञ्जरे, पञ्जरे स्थापयित्वा व्याधः अग्रे गतवान्. अस्तु, समीचीनमस्ति. इदानीं द्वितीय, द्वितीयपा अत्र अस्तु. प्रकाशमहोदय कृपया पठतु, अनन्तरं गायत्री भगिनी वदिष्यति तस्य अर्थः. तदा अकस्मात् महती वृष्टिः आरब्धा. महता वेगेन वायुः वाति स्म अपि. भीतः व्याधः आश्रयम् अन्विष्यन् कस्यचित् महावृक्षस्य अधः आगतवान्. सः उक्तवान्, भोः अत्र यः वासं करोति अहं तं शरणम् आगतः अस्मि, सः मां रक्षतु इति. हा, गायत्री भगिनी किं किम् अभवत् अत्र? महती वृष्टिः इत्युक्ते वृष्टिः जानन्ति, वृष्टिः ट्री न, वृष्टिः नाम, वृष्टिः नाम यत्र आकाशात् जलमागच्छति, आकाशे जलमस्ति खलु, मेघः, मेघाः सन्ति, तत्र जल, जलं भूमौ आगच्छति, भूतले आगच्छति, तत्र वृष्टिः इति वदामः. कदापि दृष्टवती वा? दृष्टवती? दृष्टवती. अस्तु, समीचीनं. तर्हि वृष्टिः महती नाम बहु वृष्टिः. अकस्मात् बहु वृष्टिः आरब्धा. महता वेगेन वायुः वाति स्म अपि. अर्थम् अवगच्छति वा? अवगच्छामि, परन्तु प्रयत्नं करोमि. प्रयत्नं करोतु. अहम् अवगच्छामि. महता नाम किं भवति स्म अत्र? वायुः वायुः आसीत् न वा? वायुः आसीत्. वायुः वाति इत्युक्ते किम्? वाति नाम वहति. वायुः वहति स्म. वहति नाम बहु वायुः आसीत्. महता वेगेन वायुः वाति स्म अपि. भीतः व्याधः आश्रयम् अन्विष्यन् कस्यचित् महावृक्षस्य अधः आगतवान्. व्याधः कस्यचित् महावृक्षस्य अधः आगतवान्. किमर्थम्? वृष्टिः आसीत्. तथैव अस्ति. अग्रे. सः उक्तवान्, भोः अत्र यः वासं करोति अहं तं शरणम् आगतः अस्मि, सः मां रक्षतु इति. सः उक्तवान्, सः व्याधः उक्तवान् अत्रैव वासं करोमि इति चिन्तयति. अत्रैव वासं करोमि इति चिन्तयति इति न, वासं करोति कः? वासं करोति अहं तं शरणम् आगतः. प्रकाशमहोदय वदतु. वृक्षस्य उक्तवान् अहं सः शरणं शरणार्थम् अहं अत्र अस्मि, मां रक्षतु इति सः वृक्षस्य वदति. वृक्षस्य न अत्र अत्र अत्र यः वासं करोति सः मां रक्षतु इत्युक्ते किं? यः ते न अवगच्छन्ति, तत्र वृक्षः अस्ति खलु? भवान् वदतु. वृक्षोपरि ये ये पक्षी वासं करोति सन्ति, अथवा पक्षी इति अथवा यः कोऽपि अस्ति सः न जानाति कः अस्ति इति न जानाति खलु? उपरि अथवा अन्तः यत्र कुत्रापि अस्ति, किन्तु तत्र यत्र वृक्षः अस्ति तत्र कोऽपि वसति, कोऽपि वसति, अन्य कोऽपि, वृक्षः न, व्याधः न, अन्य कोऽपि तत्र तस्य मनसि अस्ति यत् अन्य कोऽपि अस्ति. तत्र तं प्रार्थनां कृत्वा वदति यत् कृपया मम साहाय्यं करोतु, आश्रयं शरणं ददातु. अस्तु, अग्रे. तस्मिन् वृक्षे एकः कपोतः वासं करोति स्म, सः एव व्याधेन गृहीताय कपोतायाः पतिः आसीत्. अतः तत् वृक्षोपरि एकं कपोतम् आसीत्. एकः कपोतः आसीत्, सः कपोतः सः कः अस्ति? तस्य अर्थः कः वदतु? कपोतायाः पतिः का कपोता पञ्जरे या कपोता अस्ति पञ्जरे या कपोता अस्ति तस्याः पतिः अस्तु सुब्रह्मण्यं महोदय अग्रे पठतु कपोतः व्याधस्य पञ्जरे स्थितां पत्नीं दृष्टवान् तदा सा कपोता पतिम् उक्तवती भोः कान्त इदानीम् एषः व्याधः शीतार्थ क्षुधार्थ अस्माकं गृहम् आगतवान् अस्ति एतस्य सत्कारः भवता करणीयः व्याधः माम् बद्धवान् इति भवान् मा चिन्तयतु एतस्य सत्कारं करोतु इति अस्तु समीचीनम् इदानीम् अभिनवमहोदय कृपया प्रतिपादयतु कपोतः तस्य पत्नीं व्याधस्य पञ्जरे दृष्टवान् कपोता पतिम् उक्तवती यत् मां चिन्ता मा करोतु भवतः दायित्वः अस्ति यत् शरणागतस्य रक्षां करोतु इति समीचीनम् इति वदति सर्वे अवगच्छन्ति वा सन्ध्या भगिनी पतति सा पुरुषेण सह अस्ति सा मारयति सा का पक्षी हा हा महिला पक्षी पुरुषेण सह अस्ति सः पक्षीं मारयति मारयितुम् इच्छति कः व्याधः व्याधः परन्तु महिला उक्तवती पतिं न अवगच्छतु न अवगच्छतु न आगच्छतु व्याधः मां बद्धवान् इति भवान् मा चिन्तयतु एतस्य सत्कारं करोतु सत्कारं नाम स्वागतं तस्य सहायं करोतु तस्य सेवां करोतु अस्तु अग्रे इदानीं प्रकाशमहोदय कृपया पठतु कपोतः अग्रे अग्रे अग्रे पत्न्याः वचनं कपोतः अग्नीकृतवान् अङ्गीकृतवान् सः अङ्गारकम् आनीय शुष्ककपर्णेः अग्निं ज्वालितवान् व्याधम् उक्तवान् भोः व्याध एतेन अग्निना शीतबाधां दूरीकरोतु इति अत्र अङ्गारकः अङ्गारकं नाम यत्र अग्निः अस्ति तत्र काष्ठमस्ति तत्र अग्निः अस्ति यदा काष्ठं ज्वलितमस्ति तस्य अन्ते यः अवशिष्यते बहु उष्णमस्ति तस्य नाम अस्ति अङ्गारकम् पत्न्याः वचनं कपोतः अङ्गीकृतवान् नाम स्वीकृतवान् अनन्तरं सः अङ्गारकम् उष्णं काष्ठम् आनीय शुष्कपर्णैः अग्निं ज्वालितवान् अग्निः व्याधम् उक्तवान् बहु व्याध एतेन अग्निना अग्निना इत्यस्य का विभक्तिः तृतीया विभक्तिः एतेन अग्निना शीतबाधां दूरीकरोति दूरीकरोतु इति शीतबाधां सर्वे अवगच्छन्ति वा अस्तु इदानीं विश्वनाथमहोदय अनन्तरं कपोतः चिन्तितवान् एषः व्याधः मम अतिथिः अस्ति एषः इदानीं बुभुक्षितः अस्ति एतस्मै दातुं कोऽपि आहारः अत्र नास्ति किं करोमि इति अनन्तरं कपोतः चिन्तयित्वा मम गृहे आहारं नास्ति अहं किं करोमि चिन्तयति किं करोमि तस्य कृते तस्मै तस्मै दातुं हा समीचीनमस्ति अस्तु लक्ष्मी भगिनी अग्रे एवं चिन्तयित्वा सः व्याधम् उक्तवान् भोः अतिथिमहाशय एकं क्षणं तिष्ठतु इदानीं भवते आहारं सिद्धं कृत्वा ददामि इति अनन्तरं कपोतः स्वयम् अग्निं प्रविष्टवान् मम मांसं व्याधः खादतु इति तस्य आशयः आसीत् वदतु कपोतः व्याधम् उक्तवान् एकं क्षणं तिष्ठतु भवते आहारम् अहं सिद्धं करोमि तत् तदनन्तरं तत् कपोतः स्वयम् अग्निं प्रविष्टवान् सः कपोतस्य आशयः एतत् मम मांसम् एषः व्याधः खादतु इति चिन्तयित्वा अग्निं प्रविष्टवान् समीचीनमस्ति सः अवगच्छति वा भवती चिन्तितवती यत् कपोतां खादितवान् एव न इदानीं न परन्तु खादिष्यति खादिष्यति तस्य इच्छा स्यात् इच्छा तथा स्यात् परन्तु किं वदत् उक्तवान् किम् उक्तवान् पुरुषः अन्य कपोतः किम् उक्तवान् प्रश्नः अस्ति कपोता किम् उक्तवती कपोतं किम् उक्तवती एषः व्याधः सीतार्थः क्षुधार्थः सीतार्थः इति उच्यते वा सीतार्थः क्षुधार्थः अर्तिः आर्तिः सीतार्थः क्षुधार्थः शीतः शीतया पीडितः शीतया सः व्याधः कपोता वदति कपोतं यत् सः व्याधः शीतया पीडितः अस्ति अपि च बुभुक्षितः अपि अस्ति बुभुक्षितया पीडितः अस्ति क्षुधा अस्ति नाम बुभुक्षा अस्ति तर्हि अतिथिः एषः मम अतिथिः एषस्य सत्कारं सेवां करोतु कपोता तत्र पञ्जरे अस्ति कपोता तस्य पतिं वदति मां बद्धवान् इति जानाति सा वदिष्यति कपोता चिन्तयति यत् प्रायः कपोतः तस्याः रक्षणं कर्तुम् इच्छति कपोता चिन्तयति यत् तस्याः पतिः स्वस्य रक्षणं कर्तुम् इच्छति पतिः स्वाभाविकी कथा किन्तु कपोता वदति न मा करोतु मम चिन्तनं मा करोतु केवलं व्याधः अस्माकम् अतिथिः अस्ति अतः तस्य अतिथिसद्भावं करोतु अहमेव भोजनं भविष्यामि अहं नवकः अहं महिला कपोता वदति अहमेव भोजनं भविष्यामि सा तु न वदति सा केवलं वदति यत् सर्वं करोतु कपोता वदति मम चिन्तां मा करोतु व्याधस्य कृते सर्वं यत्किमपि सेवा अपेक्षते तत् सर्वं करोतु तथा न वदति सा वदति यत् मम कपोतायाः चिन्तां मा करोतु पति हे पति मम चिन्तां मा करोतु भवान् केवलं व्याधस्य चिन्तां करोतु अस्माकम् अतिथिः तावत् सा वदति सेवां करोतु अतः एतत् स्वीकृत्य एतत् सर्वं करोति अतिथिसद्भावं करोति अतिथिः चिन्तयित्वा एतत् सर्वं करोति व्याधस्य कृते अस्तु अग्रे कुत्र पर्यन्तम् अस्तु अग्रे प्रकाशमहोदय कृपया पठतु कपोतस्य त्यागं दृष्ट्वा व्याधस्य लज्जा जाता सः करुणया कपोतां पञ्जरतः बन्धविमुक्तां कृतवान् तदा पतिविरहपीडित्वा हपीडिता कपोता अपि अग्नि अवगच्छति वा वदतु कपोतस्य त्यागं दृष्टवती व्याधः अग्निं भित्री अन्तः अग्नेः अन्तः त्यागं दृष्टवती सः दृष्टवान् अनेक लज्जा अनुभवं कृतवान् कपोतां पञ्जरे अस्ति सा कपोतां मुक्ति दत्तवान् सः परन्तु कपोतायाः पतिः मरणं दृष्ट्वा अथवा मरणं दृष्ट्वा सा अपि अग्नि प्रविष्टवती समीचीनम् अस्तु दृष्टवतः व्याधस्य मनसः परिवर्तनं जातम् एदा ओ एता न एतादृशः पक्षिणः अपि धर्माचरणं कुर्वन्ति अहं तु अन्येषां प्राणिनां प्राणापहरणं कुर्वन् अधर्मेण जीवामि एतत् अनुचितम् इति चिन्तयित्वा सः व्याध्यः अपि अग्निं प्रविश्य प्राणार्पणं कृतवान् अनन्तरं ते त्रयः अपि स्वर्गं गतवन्तः अस्तु शुभमन्यमान शुभमन्यमान तत्र वदतु तस्य अर्थः कपोतः कपोताम् अग्निं प्रवेश्यं दृष्ट्वा व्याधः परिवर्तनं जातम् व्याधः चिन्तयित्वा कपोतः धर्माचरणं कुर्वन्ति अहं प्राणिना प्राणापहरणं कृत्वा जीवनं करोमि इति ज्ञात्वा एतत् अनुचितं चिन्तयति सः व्याधम् अग्निं प्रवेशं करोति अनन्तरं स्वर्गं गच्छति अस्तु समीचीनमस्ति अत्र कोऽपि प्रश्नः अस्ति वा अस्यां कथायां अत्र दृष्टवतः व्याधस्य अन्तिममध्ये एतत् दृष्टवतः व्याधस्य अत्र दृष्टवतः इति दृष्टवान् इत्यस्य षष्टि दृष्टवान् व्याधः दृष्टवतः व्याधस्य दृष्टवतः नाम यथा भवान् इत्यस्य भवतः नाम किं भवतः इत्यस्य का विभक्तिः षष्टि तर्हि दृष्टवान् इत्यस्य दृष्टवतः तथैव अस्ति अस्तु किमस्ति महती वृष्टिः महती स्त्रीलिङ्गशब्द महान् शब्दस्य मूलशब्दः अस्ति महत् महत् महत् इति स्त्री महती पुलिङ्ग महान् वृष्टिः स्त्रीलिङ्गशब्दं महती स्त्रीलिङ्ग महता वेगेन तृतीया तृतीया अस्ति विशेषणविशेष्यभावः महता वेगेन वाति वहति शब्दस्य रूपं वाति न न न न वाति किं वाति इति वाति यथा अस्ति नाम दश इदानीम् एतत् सर्वं न वक्तुम् इच्छामि किन्तु वाति इति क्रियपदं यथा अस्ति अस्ति अस्ति वाति वाति धातुः वाति वह इति धातुः वहति भिन्नक्रियपदमस्ति गच्छति वाति वहति भिन्नभिन्नक्रियपदानि सन्ति वहति एण्ड् वाति दे आर् डिफरेण्ट् हा हा वहति नाम फ्लो वाति नाम टु ब्लो अनन्तरं महावृक्षस्य अधः षष्ठी विभक्तिः हा महावृक्षस्य अधः हा शरणम् आगतः तं शरणम् आगतः अस्मि रूपम् अहं तं शरणम् आगतः अस्मि अहं शरणम् आगतः अत्र गत इत्यस्य गन्तव्यस्थानमिति शरणं गन्तव्यस्थानं गन्तव्यस्थानं यत्र अस्ति तस्य द्वितीयभक्ति विभक्तिः भवति. अहं पाठशालां गच्छामि, पाठशालाम् इत्यस्य द्वितीय शरणमपि तथा. शरणं नपुंसकलिङ्गशब्दं द्वितीया विभक्तिः अत्र. हा, अत्र तं शरणमिति नपुंसकलिङ्गशब्दः द्वितीया. अहम् अत्र यः वासं करोति अहं प्रायः अत्र तस्य, अत्र तस्य भवितुमर्हति अथवा तत्, किन्तु तं न स्यात्. तस्य शरणं, यः वासं करोति अत्र तस्य शरणम् आगतः. किमर्थम् आगतः? आगतः अस्मि. अत्र क्तान्तरूपमस्ति, गत्यार्थकधातोः अत्र कर्तरिप्रयोगे भवति. सामान्यतया अत्र कृतं, कृत् मया भोजनं कृतं, मया पाठः पठितः, मया लेखः लिखितः, तत्र कर्मणि अस्ति. किन्तु गत्यार्थकधातुः अस्ति चेत् कर्त्री अपि भवति. गत्यार्थकधातुः अस्ति, अग्रे गत्वा एतत् सर्वं करिष्यामः. थर्ड् पेराग्राफ़्, व्याधेन गृहीतायाः कपोतायाः, दट् इस् आल् षष्टि. सत्यं, सत्यं. विशेषणविशेष्यभावः, अगेन् व्याधेन गृहीतायाः कपोतायाः पतिः. विशेषणविशेष्यभावः कुत्र अस्ति तत्र? व्याधेन गृहीतायाः गृहीतायाः कपोतायाः इति विशेषणविशेष्य, तत्र विशेषणविशेष्य एतस्य सत्कारः भवता करणीयः. भवता इति तृतीया अस्ति कर्मणि प्रयोगः. अङ्गारकं द्वितीया, शुष्कपर्णैः तृतीया. बहुवचने, बहुवचन तृतीया. एतस्मै चतुर्थी, एतस्मै दातुं कोऽपि आहारः अत्र नास्ति. एतस्मै चतुर्थी. इदानीं भवते आहारं सिद्धं कृत्वा, भवते चतुर्थी, चतुर्थी. अनन्तरं पञ्जरतः पञ्चमी. दृष्टवतः, तदेव अहम् उक्तवान् इदानीं, स्मृतवती अहं. षष्टि कृतवान्, दृष्टवान् इत्यस्य षष्टि. मूलपदमस्ति दृष्टवत्, भवत् भवतः, दृष्टवत् दृष्टवतः. Even with the help of vyathasya we can understand that it is a shashti. Ah, satyam. Right? Visheshan, visheshan. Pakshinaha, pakshi sabdasya bahuvachana rupam. Pakshinaha iti shashti asti. Oh. Ekavachane. एतादृशाः न न न क्षम्यतां, वाक्यं दृष्ट्वा अत्र तदपि अस्ति षष्टि, अत्र अत्र पञ्चमी भक्ति बहुवचने अस्ति. एतादृशाः पक्षिणः बहुवचने अस्ति प्रथमभक्तौ. एतादृशाः पक्षिणः बहुवचने प्रथमभक्तौ. समापयामः शीघ्रमेव. प्राणिनां द्वितीया, प्राणिनाम् अन्येषां प्राणिनां प्राणापहरणं षष्टि. दट् इस् द्वितीया न? प्राणिनां प्राणापहरणं तत्र षष्टि विभक्ति, षष्टि बहुवचनं. प्राणिनां षष्टि बहुवचनं. अत्र प्राणिनां प्राणापहरणं, प्राणापहरणं प्राणिनां, विद्यार्थिनां, धनिनाम्. अत्र बहुवचनं षष्टि बहुवचनं. पक्षिणः प्रथमा बहुवचनं. सत्यं. एतत् सर्वम् अग्रे गत्वा ज्ञास्यामः. अस्तु अस्तु, तर्हि समापयामः, नाम विरमामः इदानीम्. अनन्तरं गृहपाठं कृत्वा सर्वे आगच्छतु अग्रिमे सप्ताहे. अस्तु, नमस्कारः.